पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 15 नारद उवाच यन्मां पृच्छसि कौन्तेय तन्निबोध च तच्छृणु यदस्मिन्नन्तरे रुद्रो नर्मदा तडमास्थितः नाम्ना हरेश्वरं स्थानं त्रिषु लोकेषु विश्रुतं तस्मिन् स्थाने महादेवश्चिन्तयं त्रैपुरं वधं गङ्गाडीवं मन्दरं कृत्वा गुणं कृत्वा दुवासुकिं स्थानं कृत्वा दु वैशाखं विष्णुं कृत्वा शरोत्तमम् अग्रे चाग्निं प्रतिष्ठाप्य मुखे वायुः समर्पितः हयाश्च चतुरो वेदाः सर्वदेवमयं रथं चक्रगौ चाश्विनौ देवा वक्षं चक्रधरस्वयं स्वयमिन्द्रश्च चापान्ते बाणे वैश्रवणस्थितः यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः चक्राणामारके न्यस्ता गन्धर्वा लोकविश्रुताः प्रजापतिरथश्रेष्ठे ब्रह्मा चैव दुसारथिः एवं कृत्वा दुदेवेश सर्वदेवमयं रथं सोऽधिष्ठत्स्थानुभूतो हि सहस्रं परिवत्सरान् यदा त्रीणि समेतानि अन्तरिक्षचराणि च त्रिपुराणि त्रिशल्येन तदा तानि बिभेदसः शरप्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति भ्रष्टतेजो स्त्रियो जादा बलं तेषां व्यशीर्यत उत्पादाश्च पुरे तस्मिन् प्रादुर्भूता सहस्रशः त्रिपुरस्य विनाशाय कालरूपो भवत्तदा अट्टहासं प्रमुं चन्दि रूपाः काष्ठमयास्तथा निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मणा स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितं स्वप्ने पश्यन्ति ते चैवं विपरीतानि यानि तु एतान् पश्यति उत्पादांस्तत्र स्थाने तु ये जनाः तेषां बलं च बुद्धिश्च हरक्रोधेन नाशितं संवर्तको नाम वायुर्युगान्तप्रदिमो महान् समीरितो नलश्रेष्ठ उत्तमाङ्गेषु बाधते ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च सर्वं तद्व्याकुलीभूतं हाहाकारमचेतनं भग्नोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलन्ति च तेनैव दीपितं सर्वं ज्वलदे विशिखैशिखैः द्रुमा आरामगण्डानि गृहाणि विविधानि च दश दिक्षु प्रवृत्तोऽयं समिद्धो हव्यवाहनः तदशीला प्रमुं चन्दि दिशो दश विभागशः शिखासहस्रैरत्युग्रैः प्रज्वलन्ति हुताशनैः सर्वं किं शुकसं प्रख्यं ज्वलितं दृश्यते पुरं गृहाद्गृहान्तरेणैव गन्तुं धूमैश्च शक्यते हरकोपानलादग्धं क्रन्दमानं सुदुःखितं प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरं प्रसादशिखराग्राणि विशीर्यन्ति सहस्रशः नानारत्नविचित्राणि विमानान्यप्यनेकथा गृहाणि चैव रम्याणि दह्यन्ते दीप्तिवह्निना बाधन्ते द्रुमखण्डेषु जनस्थाने तथैव च देवागारेषु सर्वेषु प्रज्वलन्ते ज्वलन्त्यपि सीदन्ति चानलस्पृष्टाः क्रन्दन्ति विविधैस्वरैः गिरिकूडनिभास्तत्र दृश्यन्तेऽङ्गारराशयः स्तुवन्ति देवदेवेशं परित्रायस्व मां प्रभो अन्योन्यं च परिष्वज्य हुदाशनप्रपीडिताः दह्यन्ते दानवास्तत्र शतशोधसहस्रशः हंसकारण्डवाकीर्णा नलिनी सह पङ्कजा दह्यन्ते नलदग्धानि पुरोद्यानानि दीर्घिकाः अम्लानैः पङ्कजैश्चन्ना विस्तीर्णा योजनैः शतैः गिरिकूडनिभास्तत्र प्रासादारत्नभूषिताः पदन्त्यनलनिर्दग्धा निस्तोया जलदा इव सहस्त्रीबालवृद्धेषु गोषु पक्षिषु वाजिषु निर्दयो दहदे वह्निर्हरकोपेन प्रेरितः सपत्नीकाश्चैव सुप्ताः संसुप्ता बहवो जनाः पुत्रमालिङ्ग्यदे गाढं दह्यन्ते त्रिपुरारिणा अथ तस्मिन् पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः अग्निज्वाला हतास्तत्र पतन्ति धरणीतले काचिद्बाला विशालाक्षी मुक्तावलिविभूषिता धूमेना कुलिता साधुप्रतिबुद्धा शिखार्दिता सुतं संचित्यमानासा पतिता धरणीतले काचित् सुवर्णवर्णाभा नीलरत्नैः विभूषिता धूमेना कुलिता साधु पतिता धरणीतले अन्या गृहीतहस्तादु सखी दहति बालकैः अनेन दिव्यरूपाण्या दृष्टा मदविमोहिता शिरसा प्राञ्जलिं कृत्वा विज्ञापयति पावकम् यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु स्त्रिय किमपराध्यन्ते गृहपञ्चरकोकिलाः पापनिर्दयनिर्लज्ज कस्ते कोपस्त्रियोपरि न दाक्षिण्यं न दे लज्जा न सत्यं शौचवर्जितः अनेकरूपवर्णाढ्या उपलभ्या वदस्वः किं त्वया न श्रुतं लोके अवध्यात् सर्वयोषितः किं तु तुभ्यं गणाह्येदे दहनस्त्र्यर्दनं प्रदि न कारुण्यं दयावापि दाक्षिण्यं वा स्त्रियोपरि दयां कुर्वन्ति म्लेच्छापि दहनं प्रेक्ष्य योषितः म्लेच्छानामपि कष्टोऽसि दुर्निवार्यो ह्यचेतनः एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति आसामपि दुराचारस्त्रीणां किं विनिपादसे दुष्टनिर्घृणनिर्लज्जहुदाश मन्दभाग्यक निराशत्वं दुराचार बालान् दहसि निर्दय एवं प्रलपमानास्ता जल्पमाना बहुस्वरम् अन्या क्रोशन्ति संक्रुद्धा बालशोकेन मोहिताः दहदे निर्दयो वह्निः संक्रुद्ध सर्वशत्रुवत् पुष्करिण्यां जले ज्वाला कूपेष्वपि तथैव च अस्मान् संदह्यं म्लेच्छत्वं कां गतिं प्रापयिष्यसि एवं प्रलपदां तासां वह्निर्वचनमब्रवीद वैश्वानर उवाच स्ववशो नैव युष्माकं विनाशं तु करोम्यहम् अहमादेशकर्ता वै नाकं कर्तास्मि अनुग्रहम् अत्र क्रोधसमाविष्टो विचरामि यदृच्छया ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् आसनस्थो ब्रवीदेवमहं देवैर्विनाशिदः अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः अपरीक्ष्य ह्यहं दग्धः शङ्करेण महात्मना नान्यशत्रुस्तु मां हन्तुं वर्जयित्वा महेश्वरम् उद्धितशिरसा कृत्वा लिङ्गं त्रिभुवनेश्वरं निर्गतस्य पुरद्वारात् परित्यज्य सुहृत्स्वयम् रत्नानि सुविचित्राणि स्त्रियो नानाविधास्तथा गृहीत्वा शिरसा लिङ्गं न्यस्तं नगरमण्डले स्तुवदे देवदेवेशं त्रैलोक्याधिपतिं शिवम् हर त्वयाहं निर्दग्धो यदि वध्योऽसि शङ्कर त्वत्प्रसादान्महादेव मामे लिङ्गं विनश्यतु अर्चितं हि महादेव भक्त्या परमया सदा त्वया यद्यपि वध्योऽहं मामे लिङ्गं विनश्यतु प्राप्य मेदन्महादेव त्वत्पादग्रहणं मम जन्मजन्ममहादेव त्वत्पादनिरदोह्यहं तोडकच्छन्दसा देवं स्तुत्वादु परमेश्वरम् ॐ शिवशङ्करसर्वकराय नमो भवभीममहेशशिवाय नमः कुसुमायुध देहविनाशकर त्रिपुरान्धकरान्धकचूर्णकर प्रमदाप्रियकामविभक्तनमो हिनमसुरसिद्धगणैर्नमिदः हयवानरसिंहगजेन्द्रमुखैरधिह्रस्व सुदीर्घमुखैश्च गणैः उपलब्धो मशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्बहुभिः प्रणदो भगवन् बहुभक्तिमदा चलचन्द्रकलाधर देव नमः सहपुत्रकलत्रकलापधनैः सततं जयदेहि अनुस्मरणं व्यथितोऽस्मि शरीरशतैर्बहुभिः गमिताद्य महानरकस्य गतिः न निवर्तति यन्मम पापगतिः शुचिकर्म विशुद्धमपि त्यजति अनुकम्पति दिग्भ्रमदिभ्रमदिभ्रम एष कुबुद्धि निवारयति यः पठे तोटकं दिव्यं प्रयतशुचिमानसः बाणस्यैव यथा रुद्रस्तस्यैव वरदो भवेद् इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ईश्वर उवाच न भेतव्यं त्वया वत्स सौवर्णे तिष्ठदानव पुत्रपौत्र सपत्नीनां भार्या भृत्यजनैः सह अद्य प्रभृति बाणत्वमवध्यस्त्रिदशैरपि भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव अक्षयश्चाव्ययो लोके विचचारः निर्भयः ततो निवारयामास रुद्रसप्तशिखं तथा तृतीयं रक्षितं तस्य शङ्करेण महात्मना भ्रमदे गगने नित्यं रुद्रतेजःप्रभावदः एवं तु त्रिपुरं दग्धं शङ्करेण महात्मना ज्वालामाला प्रदीप्तं तु पतितं धरणीतले एकं निपातितं तस्य श्रीशैले त्रिपुरान्तके द्वितीयं पातितं तत्र पर्वते मरकण्टके दग्धे तु त्रिपुरे राजन्रुद्रकोटिप्रतिष्ठिता ज्वलन्तं पातितं तत्र तेन ज्वालेश्वरस्मृतः ऊर्ध्वेन प्रस्थिता तस्य दिव्याज्ज्वाला दिवङ्गदा हाहाकारस्तदा जादो सदेवासुरकिन्नरान् तं शरं स्तम्भयेद्रुद्रो माहेश्वरपुरोत्तमे एवं व्रजेद यस्तस्मिन् पर्वते मरकण्डके चतुर्दशभुवनानि सुभक्त्वा पाण्डुनन्दन वर्षकोटिसहस्रं तु त्रिंशत्कोट्यस्तथा पराः ततो महीतलं प्राप्य राजा भवति धार्मिकः पृथिव्यामेकच्छत्रेण भुङ्क्ते नास्त्यत्र संशयः एष पुण्यो महाराज सर्वतोमरकण्टकः चन्द्रसूर्योपरागेषु गच्छेद्योमरकण्टकम् अश्वमेधादशगुणं प्रवदन्ति मनीषिणः स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरं संनिहत्या गमिष्यन्ति राहुग्रस्ते दिवाकरे तदेव निखिलं पुण्यं पर्वते मरकण्टके पुण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः तत्र ज्वालेश्वरो नाम पर्वते मरकण्टके तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ज्वालेश्वरो महाराज यस्तु प्राणान् परित्यजेत् चन्द्रसूर्योपरागे तु भक्त्यापि शृणु तद्फलम् अमरा नामदेवास्ते पर्वते मरकण्टके रुद्रलोकमवाप्नोति यावता भूतसंप्लवम् अमरेश्वरस्य देवस्य पर्वतस्य तडे जले कोडिश ऋषिमुख्यास्ते तपस्तप्यन्ति सुव्रताः समं ताद्योजनं राजन् क्षेत्रं चामरकण्टकम् अकामो वा सकामो वा नर्मदायां शुभे जले स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पञ्चदशोऽध्यायः ॐ